नमस्कारः. अद्यतनकरपत्रं नूतनमस्ति. प्रेरणार्थे मिच् विशेषाः हलन्तदातवः इति. तर्हि सामान्यधातूनां विषये वयं पूर्वम् अधीतवन्तः. अनन्तरम् अजन्तधातूनां विषये अभवत्. तृतीयकरपत्रम् अस्ति विशेषहलन्तदातवः इति. आरम्भतः पश्यामः. गीताञ्जलि भगिनी पठितुं पठति किं भगिनि? भगिनि म्यूटेड् अस्ति भगिनि. ओ क्षम्यतां भगिनि, अहं प्रयत्नं करोमि. प्रेरणार्थेणे विशेषाः हलन्तधातवः. गते करपत्रे प्रेरणार्थेणिचि विशेष अजन्तधातवः अवलोकिताः. अधुना विशेषहलन्तधातवः परिशीलनीयाः. एकैकस्मिन् पाठे यत्र सामान्यरूपाणि दत्तानि तदा विशेषरूपाणि दत्तानि भवन्ति. तत्र केवलं कानिचन विशेषोदाहरणानि इति न, अपि तु संस्कृतभाषायां यावन्ति विशेषरूपाणि तानि सर्वाणि. क्रमेण अष्टाध्याय्यां दीयन्ते. सूत्रक्रमाधारेण अत्र उपस्थाप्यन्ते. इतः अग्रे इतोपि विशेषरूपाणि न सन्ति एव. मातुः चिन्तनविधानं विधिना एकं समग्रं चिन्तनं सिध्यति. यदा तया एका प्रक्रिया पाठ्यते तदा 2000 धातून् अवलम्ब्य पाठयति सा. एकोऽपि धातुः नावशिष्यते. अतः कश्चन धातुः विशेषेषु नोक्तं चेत् स च धातुः सामान्यः एव. इत्थं च मातुः पाठं जानाति चेत् सर्वान् धातून् जानाति. अत्र इति लिखितं, गतवर्गे वयं विशेष अजन्तधातवः णिच् प्रेरणार्थे णिच् इति विषय परिशीलयामः. किन्तु अत्र तु विषय प्रेरणार्थे णिच् किन्तु विशेषाः हलन्तधातवः, अजन्तधातवः न, हलन्तधातवः. अत्र न केवल विशेष रूपाणि, अपि च ते प्रक्रियान् दत्तानि, किन्तु विधि इति दत्तानि विशेष, अपि च सामान्य, भगिनि सामान्यरूपम् अपि अत्र एव दत्तं. सामान्यं तु पूर्वस्मिन् करपत्रे अवलोकितानि खलु. प्रथमकामान्यरूपाणि इति तदेव अस्ति भगिनि. अनन्तरं विशेषरूपाणि इति परिशीलयामः. अस्तु भगिनि, अत्र लिखितं माता इति चिन्तयति. समग्रचिन्तनं यदि वयं करणीयं तेन न केवलम् एक विशेष धातुः प्रसङ्गे प्रक्रियाणि अवगतं, किन्तु सहस्रधातूनां वयं अवगतम् इति लिखितं भगिनि. समीचीनं भगिनि. तर्हि यत्र वयं महोदयेन अत्र विशेष रूपाणि इति दत्तानि, तानि तु केवलं कानिचन विशेषरूपाणि, तेषां समाधानम् इति नास्ति. संस्कृतभाषायां यानि 2000 धातूनामपि सर्वाणि धातून् सर्वान् धातून् अवलम्ब्य ततः यत्किमपि विशेषधातुः भवतु, यस्य कस्यापि विशेषरूपाणि भवन्तु, तेषां सर्वेषाम् अत्र उल्लेखनं भवन्ति इति महोदयेन उक्तं. तादृशपाठनरीतिः अस्ति मातृभिः मातृभिः इति मातॄणाम् इति. धन्यवादः भगिनि. धन्यवादः. सरला भगिनी पठति किं भगिनि? अस्मिन् करपत्रे सर्वे धातवः हलन्तधातवः एव येषां रूपाणि विशिष्टानि. सामान्य हलन्तधातूनां कार्यम् अत उपधाय पुगन्तलघुपदस्य च इति सूत्राभ्यां सिद्ध्यति. अस्मिन् करपत्रे ये धातवः पठिताः तेषाम् आधिक्येन विशिष्टा आगमाः आदेशाः च सन्ति, यथा अजन्तधातूनां स्थितिः. अस्मिन् करपत्रे वयं हलन्तधातवः तेषां ऋजन्तरूपाणि इति पश्यामः, किन्तु सामान्य हलन्तधातवः तेषां कृते यः द्वे सूत्रे आगत्य कार्यं करोति ते सन्ति, ते स्तः उपधा अत उपधाया इत्युक्ते उपधायां यदि अकार अस्ति तस्य वृद्धिः भवति. पुगन्तलघुपदस्य च उपधायाम् इक् प्रत्याहारस्य कोऽपि वर्णः अस्ति तस्य गुणः भवति इति सूत्राभ्यां विशिष्ट इति सूत्राभ्यां कार्यम् आगच्छति ऋजन्त विंश प्रत्यय परे. किन्तु विशिष्टधातूनां कृते विशिष्ट आगमाय धातु आदेश ये सन्ति तस्य तेषां वयम् अधो पठामः इति. यथा अजन्तधातूनां कृते वयं पठितवन्तः. आं भगिनि, अग्रे पठतु. धात्वा आदेश प्रथमबिन्दुः अस्ति धातु आदेश. ऋचि परे के धात्वा आदेशाः भवन्ति इति अत्र सूच्यते. प्रक्रिया एवम् अस्ति, यद् धातुः पूर्णतया आदेशः अस्ति तदा अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने आदेशः विहितः भवति. सप्तम अध्यायस्य तृतीयपादस्य अनुवर्तनक्रमे इमानि सूत्राणि आयन्ति. अस्मिन् प्रकरणे आरम्भे अजन्तधातूनाम् आगमः, तदा क्रमेण हलन्तधातूनां धात्वा आदेश, गतपाठे अजन्तधातूनाम् एते आगमः प्रदर्शिता. सप्तमे आधासे तृतीयपादे यानि सूत्राणि आगच्छन्ति तेषां प्रथमम् अजन्तधातूनां कृते सूत्राणि सन्ति, तदनन्तरं हलन्तधातूनां कृते सूत्राणि आगच्छन्ति. सो ऋचि परे ये धातवः अस्ति तेषां धातु आदेश यदि धातोः पूर्णतया आदेशः अस्ति एकम् अस्ति तदा अलोन्त्यस्य इत्यनेन अन्तिमस्य एव स्थाने आदेशः विहितः भवति. भगिनी कथं पूर्णतया आदेशः भवति अलोन्त्यस्य इति कार्यं करोति? अलोन्त्यस्य केवलम् अन्तिमवर्णस्य इति महोदयेन द्वयं सन्ति. एकं पूर्णतया अन्य अलोन्त्यस्य केवलम् इत्यनेन अन्तिमवर्णस्य अपि भवितुम् अन्तिमवर्णस्य अस्तु. सो अधो ये सूत्राणि सन्ति अत्रि हि व्लि रि क्नुयि क्षम्यतां पुङ्लौ इति अस्माकं परिचित सूत्रमस्ति. वयं दृष्टवन्तः अजन्तधातूनां यथा ऋकारान्त अस्ति अस्ति ईकारान्तधातु हि व्लि रि नुयि यदा वा श्मा इति आकारान्तधातु श्मायातां तेषां पुक् आगमो भवति नि प्रत्यये परे इति. शा छा सा हा व्या वेपां युक् सप्तमाध्यासे तृतीयपादे सप्तत्रिंशत् सूत्रं पूर्वसूत्रं षट्त्रिंशत् सूत्रम् आसीत्. यदि छा शा स्या हाया वेपं युक् आगमो भवति. वयं दृष्टवन्तः पा धातु उदाहरणस्य तत्र युक् आगम पाययति इति दृष्टवन्तः पूर्वं. वो विधूने जुक् अस्ति, यदि कम्पनार्थे अस्ति व धातु तत्र जुक् आगम भवति. विजायति इति साधु विजयति अविजायति जुक् आगम भवति. जी विजयति, विजयति इति भवति. लीलोलुक् लुकावर्णतरस्यां स्नेहविपातने सप्तमदासे तृतीयपादे नवत्रिंशत् सूत्रं. ली धातो निप्रत्ययपरे नुक् आगमो भवति. यदि ला धातु अस्ति तस्य निप्रत्ययपरे लुक् आगम भवति. सो लीलायति वल्ली अस्ति लीनयति इति सूत्रेण भवति. स्नेहविपातने यदि अर्थम् अस्ति अन्य अपि अस्ति विभाषाया अन्यतरसां यदि एकपक्षे लुक् लुक् आगमः भवति एकपक्षे न भवति इति भवति इति सूत्रेण. भियो हेतुभ्येषुक् इति सूत्रेण शुक् आगम शु आगम भवति. भीति भीत्यर्थे यदि अस्ति भी धातु बिभेति इति अस्ति लट् लकारे ज्योत्यादिगणे तत्र शुक् आगमो भवति रचि प्रत्यये परे. अग्रे पठामि वा? तो एते सर्वे सूत्राणि सप्तमाध्यासे तृतीयपादे षट्त्रिंशत् सूत्रम् आरभ्य चतुर्विंशत् सूत्रपर्यन्तं दत्तं पञ्चसन्ति. अग्रे अन्य पठति किं मणिमहोदय पठति किं महोदय कृपया. अस्तु महोदय. स्पाय् धातुः स्पाय् वादिगणे लटि सपायतः स्पायते अर्थः स्थूलः भवति. स्पायो वः निचि प्रत्यये परे स्पाय् धातोः स्थाने वा आदेशः भवति. अलन्तस्य इत्यनेन अन्तादेशः सपाय् षष्ठ्यन्तं वः प्रथमान्तं द्विपदं सूत्रम् अर्ति ह्री व्लीरि क्नुयि चमायतां पुङ्नौ इत्यन इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं स्पाय् वः नौ. निच् प्रत्यये परे स्पायो वः इति सूत्रेण स्पाय् धातोः स्थाने वकार आदेशः इति दत्तम्. अत्र पूर्णतयापि भवितुम् अर्हति, परन्तु अलन्त्यस्य इत्यनेन इति वदनेन अत्र अन्तादेशः एव स्वाय् अन्तिम स्वायोः वः स्वायः वः नौ इत्यनेन स्वाय् इति धातुस्य यकारस्य स्थाने एव वकार आदेशः इति अत्र अर्थः भवति महोदय. सपाय् पठामि. स्वाय् हेतुमति च इत्यनेन प्रयोजका व्यापारेण प्रेण प्रेषणादौ वाच्यते धातोः. निच् स्वायोः निच् स्वायोवः इत्यनेन स्वाय् धातोः वकारादेशः. स्वाव् योः वि स्वावि सनाद्यन्तदातोः इत्यनेन स्वाय् स्वावि इति निजन्तस्य धातुसमयः. स्वावि योः सप्योः इति स्वावयति. इदानीं हेतुमति च इत्यनेन प्रेरणार्थे निच् भवति. स्वायोः निच् स्वायोः इत्यनेन वकार यकारस्य स्थाने वकारादेशः. योः इ स्वायि अनन्तरम् इति धातुसमयः भवति. इद् निजन्तधातुः अतः सनातनधातोः इत्यनेन वकारादेशः. अनन्तरं स्वावि योः सप् योः इति स्वावयति इति रूपं भवति. स्वावि इति धातुः तिङन्तरूपं स्वाव इति महोदय. अस्तु महोदय, धन्यवादः. प्रश्नः नास्ति खलु? स्पायोः इति अत्र स्पायोः इति स्पायः इति स्वीकृत्य स्पायोः इति षष्ट्यन्तं पदम् अस्ति. धन्यवादः महोदय. धन्यवादः. अग्रे पुष्पा भगिनी कृपया पठतु. षड् दातु भगिनी स्पायः षष्टि तत्तु स्पा इति हलन्तपदमस्ति खलु तर्हि स्पायः इति षष्टिपदम् अनन्तरं विसर्गसन्धिं कृत्वा स्पायो षड् षड् धातुः षड् द्वादिगणे त्रिदादिगणे च लटि शीयते उभयत्र शितिपरे प्राग्माध्मास्था ऐ थिङ्क् वी हेव् रेड् देट् बिफोर् इत्यनेन शीय इति धात्वादेशः शदेः शितः इत्यनेन यद्यपि अयं धातुः परस्मैपदी किन्तु क्षितिपरे आत्मनेपदी एव भवति शदेः शितः तदर्थं लटि शीयते किन्तु लुटि लृटि शत्स्यति शत्स्यति अस्तु अत्र आशित् दकारः तकारः शीयते इत्यस्य अर्थः कृशः भवति क्षीणः भवति उभयोः गणयोः प्रेणार्थे शातनम् इत्युक्ते पीडनम् अस्मिन् अर्थे केवलं निजन्तरूपं सम्भवति कष्टं ददाति पीडां करोति इति अर्थे केवलं निजन्तरूपं यतो हि अणिजन्ते षड्धातुः अकर्मकः निजन्ते अस्य धातोः अन्यः अर्थः कत्यर्थः गत्यर्थः अनुधावति इति अनुधावति धाव् कथम् आयाति षड् तु धाव् ओ अर्थं न गत्यर्थक अर्थम् अनुधावति भगिनि आं भगिनि गत्यर्थः अर्थः अनुधावति अस्तु अत्र षड् धातुः द्वादिगणे तुदादिगणे अपि अस्ति लटि द्वे अपि शीयते इति वदति तत्तु आत्मनेपदी न आत्मनेपदी शितिपदे पाघ्राद्मास्ता कथम् एतद् बहु भगिनि पाघ्रा इति सूत्रं दीर्घं सूत्रमस्ति पाघ्राध्मास्था तद् षड् इत्यस्य स्थाने शीय इति भवतु इति सूत्रं वदति सूत्रस्य तद् अर्थम् आयाति पाघ्रा द्वास्ता क्षितिपरे क्षीय इति धात्वादेशः ओके तद् पा अत्र षड् नास्ति न तद् सूत्रे सूत्रे अनेन सूत्रेण पाघ्रा द्वास्ता इति अनेन सूत्रेण षड् इत्यस्य स्थाने शीय इति आदेशः भवति क्षितिपरे आदेशः भवति इति कृत्वा यत्र भुआदिगणस्य वा भवतु नो चेत् अत्र सुधादिगणस्य वा भवतु तु तत्र उभयत्र शप्तस्ति इति, एकत्र शप्तस्ति अन्यत्र तु श अस्ति इति कृत्वा षित् अस्ति उभयत्र इति कृत्वा उभयत्रापि शीये इति आदेशः भवति. अस्तु, शदेः शितः इत्यनेन यद्यपि अयं धातुः परस्मैपदी परन्तु आत्मनेपदी एव भवति इदानीं श्रीयते इति अस्ति. तदर्थं लटि श्रीयते, लुटि तु शत्यति, शत् शद् इति अस्ति तत्र स्तो न जस्त्वसन्धि न किं भगिनि तत् तकारः आगच्छति कुत्र अस्ति भगिनि क्षम्यताम् अहं त्रुटि दकारः तु तकारः आगच्छति आमामां चर्तसन्धिः आं भगिनि चर्तसन्धिः भवति शद्योगः इस्य योगः इति शर्तसन्धिं भूत्वा शक्यते इति रूपं क्षीयते इत्यस्य अर्थः कृशः भवति क्षीणः भवति क्षीणम् आगच्छति इति न क्षीणः भवति उभयोः गणे यद्वेगणयोः अपि समान अर्थम् अस्ति. प्रेरणार्थे अत्र शातनम् इति उक्तं चेत् पीडनम् इति अर्थम्. अस्मिन् अर्थे केवलं निजन्तरूपम् एव सम्भवति. कष्टं ददाति, पीडां करोति इति अर्थे पीडनं ददाति. भवति क्षीणः भवति इति वदामः चेत् तत्र तु बालकः कृशः भवति, तत्र तु कर्मपदं न भवितुम् अर्हति खलु, केवलम् अकर्मकः. यत्र निजन्तरूपं भवति तस्मिन् समये तस्य अर्थं तु परिवर्त्य कष्टं ददाति, पीडां करोति इत्यर्थे आगच्छति खलु. अन्यं कृशं करोति इति वदामः चेत् अन्येन कृशं करोति इत्युक्ते तत्र तु कं कृष्णं करोति, कृशं करोति इति प्रश्नः आयाति खलु, इति कृत्वा तत्र सकर्मकः प्रायः भवति इति मन्ये. निजन्तरूपं तर्हि अनिजनन्तरूप निजन्तरूपस्य तु अर्थद्वयं भवितुम् अर्हति. एकत्र अत्र अनिजन्तम् अस्ति, स्वार्थे अस्ति चेत् तत्तु तत्र तु कृष्णः भवति, क्षीणः भवति इति अकर्मकः दातुः कर्मपदं न भवितुम् अर्हति. किन्तु निजन्तधातु रूपं यत्र प्राप्नोति तस्य अर्थं परिवर्त्य किं भवति, कष्टं ददाति, पीडां करोति इति कृत्वा, कस्मै अपि पीडां ददाति, पीडां करोति इति कृत्वा तत्र तु कर्मपदं भवितुम् अर्हति. उदाहरणार्थं प्रायः एवं पश्यामः, किमस्ति, चोरः मित्रेण स्वमित्रेण बालकं पीडयति इति, पीडां करोति इति वक्तुं शक्यते खलु, तादृश अर्थे आगच्छति. अनन्तरम् अन्यपि अर्थः अस्ति इति, निजन्तरूपं यत्र स्वीकरोति तत्र तु गत्यर्थक अनुदावति इत्यपि आगच्छति. तर्हि अनुदावति भवति अर्थः, तत्रापि पुनः कर्मपदं भवितुम् अर्हति खलु. तर्हि आहत्य किमित्युक्ते स्वार्थे अस्ति चेत् कर्मपदं न भवितुम् अर्हति, अकर्मकधातुः अस्ति. किन्तु निजन्तरूपं यत्र प्राप्नोति तत्र तु कर्मपदं भवितुम् अर्हति, अर्थद्वयमपि भवितुम् अर्हति. एकस्मिन् एकः अर्थः अस्ति करोति, अन्यः अर्थः अस्ति गत्यर्थकः अस्ति, अनुधावति इति अर्थे अपि आगच्छति इति. अस्तु, अग्रे पठति किं भगिनि, सूत्रमस्ति, बृहत् सूत्रमस्ति खलु, तदस्ति केवलं प्रथमवाक्यम् अन्तिम अनुवृत्तिसहितसूत्रं पठामः. पूर्वमेव पठितम् अस्माभिः. पुष्पभगिनी पठति किं पाघ्राद्वाषि अर्ति सर्ति षड् सदा तदैव एतद् जिग्रधमतिष्ठ मन यच्च पश्य रुच्च धौ शीय सीदाः पाग्राद्भाम् इत्यादीनां स्थाने पिबाग् जिग्रधम एते आदेशाः भवन्ति क्षितिपरे अनुवृत्तिसहितसूत्रं पर्याप्तं भगिनि. अनुवृत्तिसहितसूत्रम् अनुवृत्तिसहितसूत्रं पाग्राद्मा स्ताम्ना दान् दृशि अर्ति सर्तिषद् सदाम् अङ्गस्य पिब शीघ्र जिग्र धम तिष्ठमन यच्च पश्य ऋच्च धौ शीय सीदाः शिति तद् सूत्रं सर्वे प्रश्नस्य प्रश्नम् अधुना निवारितं खलु संशयः किम् अत्र प्राग् पाग्रा इति पूर्णसूत्रं दत्तं पूर्णतया पूर्वे आं भगिनि निजन्ते षदेरगतौ षदेरगतौ तः षड् धातोः तकार आदेशः भवति निच् परे अगत्यस्ते न गतिः अगतिः तस्याम् अगतौ अलौन्तस्य इत्यनेन अन्तादेशः सदेः षष्ट्यन्त्यम् अगतौ सप्तम्यन्तं तः प्रथमान्तं तः इत्यस्मिन् अकारः उच्चारणार्थमेव अस्ति अस्ति ह्री व्लि रि नुयीष्मयातां पुग्नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं षदेः तः नौ अगतौ अत्र निजन्तरूपं निजन्तप्रक्रियायाम् अत्र एकं सूत्रमागच्छति सदेरगतौ तः इति सूत्रं वदति षड् धातोः तकार आदेशः भवति निच् प्रत्यये परे सूत्रविवरणं न गतिः अगतिः तस्मात् अगतौ इति रूपं सिद्धं भवति अलौन्तस्थिति परिभाषेण अन्त आदेशः एव तकार अन्त आदेशः भवति पूर्णश्रद्धातोः न सदेः षष्ठ्यन्त्यम् अगतौ इति सप्तम्यन्तं तः प्रथमान्तं तः इत्यस्मिन् अकारः उच्चारणार्थमेव अस्ति अनुवृत्तिसहितसूत्रं षदेः तः नौ अगतौ अत्र वदति आदेशः तकार आदेशः अन्तवर्णस्य स्थाने भवति षड् तदेव दत्त तदनन्तरं अन्यसूत्रः अत उपादायः उपादायाम् अतः वृद्धिः निति परे प्रत्ययपरे भगिनी एकः प्रश्नः अस्ति शतेः तः रौ अगतौ एतस्मिन् अगतौ इति विषयसप्तमी भवति वा निमित्तं सप्तमी अस्ति विषयसप्तमी विषयसप्तमी अस्तु अत्र विशेषविशेषणभावना अस्ति न रौ अगतौ तयोः मध्ये विशेषभावना अस्ति न अगतौ इति सप्तमी भवति अगतिः इति अस्ति खलु अगतिः इति सप्तमी विभक्ति अगतौ इति अगतौ आम् अगतौ अगतौ तयोः मध्ये विशेषणविशेषणभावः अस्ति वा नास्ति निमित्तं सप्तमी निमित्तं सप्तमी अगत्यर्थे इति न अगतौ धन्यवादः प्रक्रिया षड् धातोः प्रथमं हेतुमति च इति सूत्रेण निच् प्रत्यय आगच्छति प्रेरणार्थ निच् षड् योगः निच् षदेरगतौ तः इति सूत्रेण षड् दकारस्थाने तकार आदेशः भवति अलवन्तस्य परिभाषेण अत उपदायाः इति सूत्रेण उपदा अत्र षड् अकारः अस्ति षत् अकार इति उपदाह वर्णः इत्यनेन उपदाह बुद्धिः भवति शात् शात् योगः इ शाति इति निजन्तधातुः निजन्तधातुः सनाद्यन्तधातुः इति सूत्रेण धातुसंज्ञा भवति साधि साति योगः शप् योगः इति शातयति इति रूपं भवति प्रथमं गुणः भवति शाते युवः योगः इति सूत्रेण शातयति इति रूपं निष्पन्नं भवति गत्यर्थे षड् योगः निच् योगः षड् योगः इ अत केवलम् अत उपादायः इति सूत्रेण वृद्धिः भवति शादि इति निजन्तधातुः शादयति इति रूपं निष्पन्नं भवति तकारादेशः न आसीत् गत्यर्थे तकारादेशः न भवति ततः केवलं निच् प्रत्ययात् तदनन्तरम् उपदा वृद्धि शादि शादि तदनन्तरं शादयति इति निष्पन्नं भवति शातयति इत्यस्य उदाहरणं काशिकायां पुष्पाणि शातयति नाम क्षीणं कारयति अन्यत् उदाहरणं दुर्जनः सज्जनं शातयति नाम पीडयति अत्र उदाहरणं दत्तं प्रयोजनं निश्चितरूप निजन्तरूप प्रयोजनं दत्तं पुष्पाणि शातयति अर्थः क्षीणं कारयति इति अर्थः अन्यत्र उदाहरणं दुर्जनः सज्जनं शातयति अर्थे पीडयति इति अर्थं शातयति इत्यस्य उदाहरणं काशिकायां गोपालकः गाः शादयति अन्यत् उदाहरणं भारतसेना शत्रुसेनां साधयति गमयति इत्यर्थः अत्र उदाहरणं केवलं उदाहरणं पीडयति इत्यस्य उदाहरणं दत्तम् अनन्तरं क्षीणं कारयति इत्यस्यपि उदाहरणम् अनन्तरम् अनुगच्छति इति अर्थे गोपालकः गाः शादयति इति अत्र मम भारतसेना शत्रुसेनां शादयति इति अस्तु किन्तु किम् इत्युक्ते अत्र मम संशयः वर्तते महोदय यदि भवन्तः अवगच्छन्ति चेत् कृपया वदन्तु अत्र प्रयोज्यकर्ता प्रयोजककर्ता इति अस्ति खलु अत्र तु नास्ति अकमर्कधातुः अस्ति तत्र प्रयोजकर्ता द्वितीयां विभक्त्यां भवति गत्यर्थके बोधनार्थे अश्नार्थे भक्षणार्थे अकर्मकधातूनां प्रयोज्यकर्ता गतिबुद्धि अस्ति तत्र द्वितीया विभक्ति भवति अकर्मकधातूनां किन्तु गत्यार्थके तत्र सकर्मकधातुः अस्ति किन्तु तत्र अपि प्रयोजककर्ता तस्य द्वितीया विभक्ति भवति नो चेत् तृतीया विभक्ति प्रयोजककर्ता पुनः वदतु भगिनि अन्तिमवाक्यं वदतु भगिनि यदि गत्यार्थके शब्दात् बोधनाय वा शब्दार्थके वा खादनार्थे भक्षणार्थे इति न सन्ति वा अकर्मकधातुः नास्ति तत्र तृतीया विभक्ति प्रयोजककर्ता तस्य भवति कर्तृकरणे तृतीया इति कर्तृकरणे अत्र गाः गोपालकगाः शादयति गाः इति बहुवचने द्वितीया विभक्तम् अस्ति गोशब्दस्य तदवगत धन्यवादः भगिनि उत्तमम् अस्तु अग्रे पठतु सरेण गीता भगिनी पठति किं भगिनि पुनः रुह् धातुः रुह बीजजन्मनि भ्वादिगणे बीजजन्मनि रुह् लटि रोहति अर्थः वर्धते उत्पतति उदेति उत्तिष्ठते रुहः पोन्यतरस्यां रुह् धातोः विकल्पेन पकारादेशो भवति णिचि परे अलोन्त्यस्य इत्यनेन अन्तादेशः रुहः षष्ट्यन्तं पः प्रथमान्तम् अन्यतरस्यां सप्तम्यन्तं त्रिपदमिदं सूत्रम् अर्ति ह्रीव्लि ह्रीक्ष्मायातां पुग्नौ इत्यस्मात् णौ इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं रुहः पः णौ अन्यतरस्यां रुह् एकं धातु अस्ति धातु अर्थे इत्युक्ते बीजजन्मनि इत्युक्ते वर्धते उत्पतति उदेति उत्तिष्ठते अस्तु लटिरूपं रोहति इति रुहः पोन्यतरस्यां अत्र त्रिपदमिदं सूत्रम् इति वदति रुह् धातोः पकारादेशो भवति विकल्पेन णिचि परे यदि रुह् योग णिच् प्रत्यय अस्ति चेत् विकल्पेन पकारादेश भवति अलोन्त्यस्य इति सूत्रं वदति अन्ते आदेशः अत्र तु रुहः षष्ट्यन्तं पः प्रथमान्तम् इत्युक्ते रुहः स्थानी पः तु आदेशः अन्यतरस्यां सप्तम्यन्तम् इत्युक्ते अधिकारः त्रिपदमिदं सूत्रम् इति अनुवृत्तितः णौ आयाति अर्ति ह्री व्रीरि क्नुयि क्ष्मायातां पुग्णौ सूत्रेण अनुवृत्तिसहितसूत्रं रुहः पः णौ अन्यतरस्याम् इति अस्ति अग्रेपि पूरयतु भगिनि आं भगिनि पकारादेशे रुह् हेतुमति च इति सूत्रेण रुह् योगः णिच् इत्युक्ते रुहः पोन्यतरस्यां पः आदेशः भवति रुप् योगः इ तदनन्तरं पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं भवति रुप् रोप् भवति रोप् योगः इ इत्युक्ते रोपि एकं नूतनधातु निष्पन्नं भवति तदनन्तरं शप् योगः ति एचोयवायावः सूत्रेण य ऐ आदेशः भवति ऐ योगः ति रोपयति इति आयाति पकाराभावे रुह् योगः णिच् उगन्तलघुपदस्य च इत्यनेन उपधायां लघु इकः गुणः रोह् योगः इ रोहि यदि रोहयति इति आयाति रोहि इति नूतनधातुः अस्ति रोहयति इति अत्र तु द्वे रूपे दत्तः यदि पकारादेशः भवति रुह् पोण्यतरस्यां सूत्रेण तदनन्तरं रोपयति इति निष्पन्नं भवति. अपि च यदि पकार न आदेशः भवति रुह् योगः णिच् कारणेन रो उपधा इक् अस्ति चेत् लघु उपधा अस्ति चेत् रोह योगः इरोहि रोहयति इति आयाति भगिनि. धन्यवादः भगिनि. द्वे पदे अर्थः समान एव भगिनि, रोपयति अपि च रोहयति. आम् इति दृश्यते भगिनि, तथा दृश्यते, तथैव महोदयेन लिखितम् अभवत्. धन्यवादः भगिनि. महोदय किस्टर् रेड्डि महोदय, भवान् पठितुमिच्छति किं महोदय? प्रयत्नं करोमि. हन् धातुः हन् अदादिगणे लटि हन्ति अर्थः मारयति. हो हन्तोर् निन्नेषु हन् धातोः अकारस्य स्थाने कवर्गादेशे भवति. निति निच् निति निति निति प्रत्यये परे नकारे परे च स्थानेन्तरतमः इत्यनेन कवर्गे हकारेण तुल्यः दकारः अस्ति. संवारः नादः घोषः महाप्राणः च. अतः हकारस्य स्थाने दकारादेशः भवति. ञ्याचाणाच ञणो इतरेतरद्वन्द्वः तौ इतौ यस्योस्तौ निनतौ बहुरीः निनतौ च नश्च तेषाम् इतरेतरद्वन्द्वो निन्नातः तेषु ञ्यन्येषु. इक् शतपौ शतपौ धातु निर्देशे इति वक्तव्यम् इति वार्तिकेन धातुनिर्देशे हन् धातोः हन्ति षष्टिविभक्तौ हन्तेः. अह पाठ्यन्तं हन्ते पाठ्यन् षष्ट्यन्तं षष्ट्यन्तं हन्तेः षष्ट्यन्तम् निन्येषु सप्तम्यन्तम्. त्रिपदमिदं सूत्रम् छजोः चुकुः गिण्णयतोः इत्यस्मात् कुः इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. अन्तेः अङ्गस्य अहकुः निन्नेषुः. अत उपधायाः अत वृद्धिः निति इति प्रत्यये परे. ओके अस्तु. होहन्ते निन्नेषु इत्यस्य सारांशः वक्तुमिच्छति किं महोदय सामान्यभाषा? प्रथमवाक्यम् अस्ति खलु, तर्हि हन् धातोः हकारस्य स्थाने अन्धातोः अदादिगणधातुः इति उच्यते. धन्यवादः. तर्हि निति निति प्रत्यये परे नो चेत् नकारे परे अपि तथा एव भवति इति सूत्रस्य सारांशः. महोदय एकं वक्तुम् इच्छामि, एकं विषयं किम् इत्युक्ते, अत्र अस्माकं गणे आगच्छति खलु प्रथमवारं व्याकरणं पठति चेत् प्रायः नूतनवर्गे गच्छति चेत् तत्र वर्गं गच्छति चेत् किञ्चित् सारल्यं भवति भवतः कृते. सब्जेक्ट् लैन् भवति 2019 पाणिनीयव्याकरणवर्गः इति भवति. एषः अयं वर्गः तु 2015 मध्ये एव आरब्धम् इति कृत्वा किमस्ति पञ्चवर्षाणि अतीतानि खलु एतस्य वर्गस्य कृते. तर्हि भवान् 2019 वर्गं गच्छति चेत् तत्र किञ्चित् इतोपि भवतः भवता भागं वोढुं शक्यते. नूतनं वर्गं जनवरी अपि स्थापितं जनवरी सेप्टेम्बर् 2019 अपि अस्ति. जनवरी 2019 तु किञ्चित् अग्रे सन्ति. सेप्टेम्बर् 2019 इति अपि अस्ति. वर्गद्वयं भवति इति मन्ये. इदानीं जनवरी 2020 सुब्रह्मण्यं महोदय अपि अस्ति किम्? ओ अस्तु, किम् अस्तु. विद्याभगिनी तर्हि बहु समीचीनं भवति खलु? प्राय मासत्रयं वा अभवत्? षड् मासानि सः भवन् जनवरी 20 विद्यावती सोमवासरे प्रातःकाले 10 सुब्रह्मण्यं महोदय बुधवासरे चालयति. आन्ध्रे महोदय रविवासरे प्रातःकाले 9-10 चालयति. अस्तु, धन्यवादः भगिनी. महोदय तर्हि कृपया स्वीकरोतु महोदय विवरणानि. तत्र गन्तुं शक्यते भवता, किन्तु अत्रापि आगच्छतु, नास्ति चिन्ता एव. अस्तु, अग्रे अग्रे अपि पठति किं महोदय? अतोपदाह्या इत्यस्य क्षम्यतां महोदय, किस्तर् इति महोदय भवान् पठति किं? नो चेत् अग्रे. अस्तु, सरला भगिनी पठति. हा, पठितुमिच्छति चेत् अग्रे पठतु महोदय. अस्तु, सरला भगिनी पठतु भगिनी. अस्तु, सो हो हन्ति निरेषु इति सूत्रं वद अनुवृत्तिसूत्रं हन्ति अङ्गस्य ह कुः निरेषु. हन्ति इति षष्ठी विभक्ति इष्टपो धातुनिर्देशे अस्ति अङ्गस्य इति पूर्वं. तस्य हकारस्य स्थाने कु कवर्गीय कवर्गीयवर्णः आगच्छति यदि नति नति वा नकारे परे निमित्तम् अस्ति तस्य परे. कवर्गीयस्य घकार स्थाने अन्तर्गतम् अनेन सवर्ण सम्वर्णपदं सम्वर्ण भवति इति घकारः आगच्छति. अतुपधायाम् उपधायाम् अतः वृद्धि नितिरिति प्रत्यये परे सामान्यसूत्रम् अस्ति. अतोपधायां ऋजन्तपरे यदि अस्ति. अन्यसूत्रं हन् धातो कृते अस्ति. हनस्तो निन्नलोः सप्तमदासे तृतीयपादे द्वित्रिशत् सूत्रम्. हन् धातोः स्थाने तकारो आदेशः भवति नितिरिति प्रत्यये परे. चिन् रल् इति प्रत्ययोः न स्याताम् अलोन्त्यस्य इत्यनेन अन्तादेश. चिन् च रल् च चिन्नलौ न चिन्नलौ अचिन्नलौ तयो चिन्नलोः द्वन्द्वगर्भ नै तत्पुरुष. हन् षष्ठ्यन्तं तः प्रथमान्तम् अचुन्नलौ सप्तम्यन्तं त्रिपदं सूत्रम् अचो निरति इत्यस्मात् नित्ति इति इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं हन अङ्गस्य त नित्ति अचिन्नलौ हन् अङ्गस्य इति धातु वदति सूत्रं वदति. हन् धातो स्थाने तकारो आदेश न भवति. पूर्वं दृष्टवन्तः हकारो आदेश कवर्गीयवर्णस्य भवति. इदानीं भवति हन् धातो स्थाने तकारो आदेश भवति किन्तु निति निति प्रत्यये परे भवति. किन्तु यदि चिन् रल् प्रत्ययः अस्ति तस्य परे न भवति. अस्तु, आं भगिनि. सो हन् हन् धातोः वर्णद्वयं व्यञ्जनद्वयमेव वर्तते. द्वयोः अपि भिन्नवर्ग वर्णः आगच्छति द्वयोः स्थाने अपि खलु. हकारस्य स्थाने कवर्गादेशः भवति हो हन्तिर्निमेषु इति सूत्रेण. अनन्तरं नकारस्य तकारादेशो भवति तत्र. हनस्तो अचिन्नलोः इति सूत्रेण. हन अङ्गस्य तः ञति अन्येन लो. भगिनी चिन् इति तत्रापि नकार अस्ति, तत् नित् न भवति वा? चिन्न लोगो इत्यनेन तत्र बलवत् भवति खलु, तत्र तेन तस्य बलेन न भवति. स्पष्टतया तत्र उक्त प्रतिपदोक्तत्वात् प्रायः वक्तुं शक्यते खलु अचिन्न लोगो इति उक्तमस्ति. ञति ऋति परे केवलं यदि ऋजन्त भवति, यदि ऋति तस्मिन् चिन् रल् अपि आगच्छति न तत्रापि णित् अस्ति, नकारः तु इत् अस्ति णित् स्तः, किन्तु तेषां यद्यपि णित् स्तः तथापि तत्र तेषां न भवति प्रतिपदोक्तत्वात् अष्टके उक्तं खलु न भवतु भवति न भवति यदि रल् प्रत्ययपरे अस्ति. अस्तु, सो हनः हनः मीन् हन् धातोः तस्य षष्ठी विभक्ति, अङ्गस्य षष्ठी विभक्ति, तः प्रथमा विभक्ति, नकारस्य स्थाने तकार भवति, निति इति परे सप्तमी विभक्ति, अचिन्नलोः इति तस्य सप्तमी विभक्ति मिति न भवति यदि चिन् वा नल् प्रत्यापरे स्तः इति. तो अनेन एव सूत्रेण नकारस्य स्थाने तकार आदेशः भवति, यथा हन् धातु घञ् प्रत्यय घात पदत्वे सति. इदानीं हन् धातु हकारस्य स्थाने हो हन्ते अनेषु, अनेन हकारस्य स्थाने घ आगच्छति, नकारस्य स्थाने त आगच्छति घञ् प्रत्यय परे. घञ् इति तद्धित प्रत्ययः अस्ति साधु भावार्थे भावार्थे भवति घञ् प्रत्ययः. सो तस्य घात् इति भवति, घात् इति अचोन्यघातः नीति अस्ति न अचोन्यन नो नो अस्य हन् अत् अतोपधायाम् अचो आं सत्यं सत्यम् अतोपधाय उपधावर्णः अस्ति खलु, अचोनीति पद अन्तिम स्वरः अस्ति चेत् तत्र भवति. सो घात् इति भवति घञ् प्रत्ययकरे. हन् धातु रुमुल् प्रत्यय इति तद् रुमुल् तु कृदन्त् अस्ति साधु, तत्र लकार नकारस्य लोपः भवति, नकारस्य चुट्टूतनेन भवति, लकारस्य हलन्त्यनेन, उकारस्य यो वरो नाको इति सूत्रेण अक् आगच्छति तत्र साधु. सो हकारस्य स्थाने घ, नकारस्य स्थाने त अक्, सो घातक इति भवति तत्र घातक रोल् प्रत्ययपरे. यदि हन् धातु ऋच् अस्ति तत्र भवति हकारस्य स्थाने घ इति भवति हो हन्ते निषु, तक् नकारस्य स्थाने हनन्स्तो चिन्नलो अनेन तकार आगच्छति, तदनन्तरम् इकार अस्ति, तद् घ भवति अत उपधायां, घात् घाती इति भवति घाती अनेन घाते इति शप् शप् योगति घाते सार्वधातुक आर्धधातुकयोः, तदनन्तरम् एचो वया एव अनेन घातयति इति रूपं भवति. अत्र दत्तम् अस्ति हन् योग णिच् हो हन्ते न्यूननेषु घन् योग इ अत् उपधायाम् इत्यनेन ऋचि परे उपधायाम् अत् वृद्धि घान् योग इ हनस्तो चीनलोः इत्यनेन नकारस्य स्थाने तकार घाति घातयति इति सूत्रम् इति अन्तिमरूपं निष्पन्नं भवति. अत्र च यतोहि येषां त्रयाणां सूत्राणां परस्परविरोधो नास्ति, तदर्थं प्रक्रियायां यः कोऽपि क्रमो भवति तस्यमेव स्यात्. सर्वे सूत्राणि यदि हो हन्ते नेषु अचोपधायां हनस्तु चिन्नलो तेषां त्रयसूत्राणां यस् कार्यं भवति अन्य अन्यस्थले भवति, हकारस्य स्थले घकार ओहन्तेनषु, नकारस्य स्थाने तकार हर्णस्य चुरलो, अतो उपधास्थाने अकारसि तस्य आत्वं भवति वत् उपधाया. प्रत्येकसूत्रस्य स्थलं भिन्ना अस्ति. अत्र बलाबलस्य चिन्तनं न भवति. कोऽपि सूत्रं प्रथमं कुर्मः वा अनन्तरं कुर्मः, फलम् एकसमान आगच्छति. साधु. हा, धन्यवादः भगिनि. धन्यवादः भगिनि. अग्रे मणिमहोदय. व्यक्तिगताः वर्णादेशः महोदय, अत्र वकार यकारः व्यक्तिगताः इति अर्थः किं महोदय? व्यक्तिगतः इति वैयक्तिकम् इति वदामः खलु, तादृशः प्रायः स्यात् खलु. अस्तु पठामि. दुस् धातोः दुस् द्वादिगणे लटि दुष्यति, अर्थः दुषितः भवति. दोषो नौ दुस् धातोः उपधायाम् उकारः स्थाने ऊकारादेशो भवति निच्छि प्रत्यये परे. दोषः इति पदं दुष् धातोः लघुपदगुणं कृत्वा निर्देशः. दोषः षष्ठ्यन्तं नौ सप्तम्यन्तं द्विपदं सूत्रम्. ऊद्बदायाः गोहः इत्यस्मात् सूत्रात् ऊत् बदायाः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारक अनुवृत्तिशैवसूत्रं. दोषः अङ्गस्य उपधायः ऊत् नौ. इदानीं दुस् धातुः दोषो नौ इति सूत्रेण दुस् इत्यस्य उपधाभूत उकारस्य स्थाने ऊकारः आदेशः भवति निश्चिते परे इति. दोषः इति कथं भवति इत्युक्ते दुस् इत्यस्य उपधायः उकारः अस्ति, अतः गुणः कृत्वा दोषः इति भवति. अनन्तरं दोषः षष्ठ्यन्तं नौ सप्तम्यं द्विपदं सूत्रम्. ऊद् बद इति सूत्रेण उपधायः गोः इति सूत्रेण ऊत् आदेशः अनुवृत्ति भवति, अतः दोषाङ्गस्य उपधायः ऊत् नौ इति अनुवृत्तिसहितम्. अर्थः इति उकारस्य स्थाने ऊकारः आदेशः भवति निचिपरे इत्यस्य इति अस्य अर्थः. अत्र दुस् हेदुमति च दुस् योः निच् दोषो नौ दूस् योः इ दूषि इति निजन्तधातुः दूषयति इति पदं भवति. प्रेमाति निश्चित्यनेन दुष्योः दोषो नौ इति सूत्रेण ऊकारस्य स्थाने ऊकार आदेशः दुस् इति धातूनां दु धातोः अथवा दूष्योः इ दूषि इति नजन्तरूपम् अनन्तरं पदं भवति दूषयति. दूषे सप् योः इति दूषयति इति रूपं भवति. भगिनि प्रश्नमस्ति, दोषो इति सूत्रे दत्तमस्ति, दोषः अपि वक्तुं शक्यते न? प्रायः दूषस्य षष्ठ्यन्तं दोषो न दो नास्ति वा? सूत्रेण दत्तं महोदय. श्रुतं किन्तु न अवगतं भगिनि. आम् अत्र किम् इत्युक्ते अत्र अहम् अष्टाध्यायी डाट् काम् मध्ये पश्यामि किमर्थं दोषः इति उक्तमस्ति इत्युक्ते विवरणम् अत्र दत्तमस्ति. वस्तुतः अत्र दोषः इत्येव भवेत् परन्तु दोषः इति निर्दिष्टम् अस्ति, अस्य किमपि प्रयोजनं न विद्यते. अत एव कौमुद्यां दीक्षितः वदति दुषः इति सुवचम् इति प्रायः दोषः इति पाणिनिना न वक्तव्यम् आसीत् दुषः इत्येव वक्तव्यं भवेत् इति भवतु इति दीक्षितः वदति इति कौमुद्याम् आं महोदय अपि इति उक्तवान् दोष दत्तमस्ति किन्तु मन्ये दोष एव अस्ति तस्य षष्ठी दोष श्वासषष्ठी शो इत्यादि गुण सन्धिगोचरदोषो विसर्गसन्धि महोदय अत्र व्यक्तिगतः वर्णादेशः इत्युक्ते व्यक्तिगतः इत्युक्ते वैयक्तिक इत्युक्तवती खलु अत्र प्रायः अर्थभेदेन यत्र भिद्यते खलु रूपाणि तादृश अर्थः स्यात् यत्र दोषः साधनं दूषयति इति आगच्छति तत्र एव दूषयति इति वक्तुं शक्यते कार्यं दूष्यते किन्तु यत्र मनः कश्चनपि अन्यस्य मनः वयं डिस्टर्बिङ्ग् आफ् द मैण्ड् इति अग्रे उक्तमस्ति महोदय अन्य अर्थेषु आगच्छति चेत् तत्र तु भिन्नरूपम् इति अग्रे उक्तमस्ति महोदय पूरयति किं महोदय अस्तु महोदय पठामि वा चित्तविकार विरागे वा चित्तविरागे निच् प्रत्ययपरे चित्तविकारार्थे दुष् धातोः उपधायाम् उकारस्य स्थाने ऊत् आदेशः वैकल्पिकः चित्तविकारार्थे इत्युक्ते मानसिकविकारः इन् सेन्स् आफ़् डिस्टर्बिङ्ग् द मैण्ड् चित्तरस्य विरागः चित्तविरागः षष्टि तत्पुरुषः तस्मिन् चित्तविरागे वा अव्ययं चित्तविरागे सप्तम्यन्तं द्विपदं तं सूत्रम् ऊदुबदायः रोगः इत्यस्मात् ऊदुबदायाः इत्यनयोः अनुवृत्तिः दोषो नौ इत्यस्मात् दोषो नौ इत्यस्य इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं दोषः अङ्गस्य उपधायः वा ऊत् नौ चित्तविरागे अत्र पूर्वं दोषो नौ इत्यस्य सदा सर्वसदा दूष् उकारः भवति परन्तु अत्र वा चित्तविरागे इति सूत्रेण उकारः विकल्पेन एव भवति इति अत्र दत्तम् इति प्रत्ययपरे वैकल्पिकः अनन्तरं दोषः अङ्गस्य उपधायः वा ऊत् नौ चित्तविरागे तदेव चुनौतिसहितसूत्रेण अपि दत्तं विकल्पेन भवति इति अनन्तरम् ऊत् आदेशो अभावे दुस् हेतुमति च दुस्योः निच् उगन्धात् लघुपदस्य च इत्यनेन दोषयोः इ दोषी इति निजन्तधातुः दोषयति दृष्टान्तम् एकः पुरुषः अपरस्य पुरुषं पुरुषस्य मनः दूषयति दोषयति पूर्वं दूषयति इति दोषो न इत्यनेन दूषयति इति रूपं भवति अत्र विकल्पेन दोषयति इति भवति इति दत्तं दोषे अपि भवितुमर्हति वा चित्तविराग इति सूत्रेण दूषयति अपि भवितुमर्हति तदेव अत्र दत्तम् अहं चिन्तयामि दृष्टान्ते एकः पुरुषः अपरस्य पुरुषस्य मनः दूषयति दोषयति इति एकः पुरुषः अन्यस्य मनः दूषयति इति दूषयति दोषयति अपि तदेव अर्थः महोदय वा आम् इति मन्ये महोदय धन्यवादः महोदय धन्यवादः भगिनी एकः प्रश्नः भगिनी न अवगतम् अहं प्रथमपरिच्छेदे भगिनी दोषोणौ इति परिच्छेदे दुष् ह्रस्व ऊकार दीर्घ ऊकारादेशो भवति णिच् प्रत्यये परे तदनन्तरम् इति दत्तं दोषः इति पदं दुष् धातोः लघुपदगुणं कृत्वा किन्तु उदाहरणे तु गुण न आयाति भगिनी यदि णौ कार्यं करोति तदनन्तरं तु लघु अस्ति अस्ति नास्ति केवलं सूत्रे पाणिनिना दुष्धातोः निर्देशः दोषः इति कृतः किन्तु अत्र दोषः इति उपदा गुणः कर्तुं न गुणं कर्तुं न आवश्यकता एव नास्ति इति काशिकावृत्त्यां दीक्षितः वदति इति कृत्वा केवलं दुषः नौ इति एव पर्याप्तम् आसीत् किमर्थं पाणिनिः दोषः इति लिखितवान् इति न वक्तुं शक्यते न अवगम्यते केनापि न अवगम्यते इति कृत्वा दुष्धातोः एव विषये इति तत्तु अवगच्छामः तर्हि दुष्धातोः तु दुष् योगः णिच् दोषयति इति आगच्छति तर्हि सामान्यरूपं दूषयति इति भवति किन्तु यत्र चित्तविराग्य इति अस्ति चेत् तस्य कृते तस्य एव अग्रिमसूत्रं लिखितवान् पाणिनिः वा चित्तविराग्य इति तर्हि यस्य मनः दूषयति इति आगच्छति तस्मिन् समये रूपद्वयं भवति विकल्पेण ऊत आदेशः भवति इति कृत्वा दूषयति दोषयति इति रूपद्वयम् दूषयति इति पदस्य अर्थः इत्युक्ते डिस्टर्ब् मैण्ड् भगिनि डिस्टर्ब् साधनं दूषयति इत्युक्ते किं कार्यानं दूषयति इति वदामः चेत् मनस्य मनसः चित्तस्य विषयः नास्ति खलु तर्हि अन्येषां अन्येषां पदार्थानां कृते तु दूषयति इति वक्तुं शक्यते किन्तु यत्र मनः चित्तस्य विषयः अस्ति तत्र तु कस्यापि जनस्य चित्तः भवति खलु तादृशार्थेषु तु दोषयति इत्यपि साधु एव इति रूपद्वयं भवति दूषयति दोषयति इति रूपद्वयमपि वक्तुं शक्यते प्रयोक्तुं शक्यते इति अग्रिमसूत्रं वदति अस्तु धन्यवादः अग्रे सरे भगिनी गीता भगिनी पठितवती खलु अधुना क्षम्यतां मणिमहोदय पठितवान् खलु अरुणा भगिनी न अहं पठामि भगिनि पठतु भगिनी न दुष्यति विषये का पठितवती मणिमहोदय पठितवान् खलु महोदय महोदय धन्यवादः महोदय पुष्प भगिनी पठति किं भगिनि अस्तु भगिनि सिद्धातुः सिद् दिवादिगणे वादिगणे च लटि सिद्ध्यति सेद्धति अस्तः दिवादिगणे टु बि अकम्प्लिश्ड् आर् फुल्फिल्ड् टु बि सक्सेस्फुल् टु रीच् टु अटैन् वन् साब्जेक्ट् टु बि प्रूव्ड् आर् एस्टाब्लिश्ड् टु बि सेटल्ड् आर् अड्जुडिकेटेड् टु बि थरोलि प्रिपेर्ड् आर् कुक्ड् टु बि वन् आर् कान्क्वर्ड् Dvadigane, to go toward drive off, to restrain, to interdict, to obtain, to turn out well or auspiciously. Siddhyatera paralaukike. Aparalaukike. Aparalaukike, now siddhyatera art अपारलौकिकस्य परलोकस्य प्रसङ्गे नास्ति चेत् तस्य अस्ते सिद् धातोः एषः स्थाने आकारः आदेशः भवति निचि परे सिद्ध्यते इत्यनेन दिवादि गणीयधातोः एव ग्रहणम् सिद्ध्यते षष्ट्यन्तम् अपर अपारलौकिके सप्तम्यन्तं द्विपदमिदं सूत्रम् आदेश उपदेशेषु इत्यस्मात् आत् एचः इत्यनयोः अनुवृत्तिः आत् अपि एचः क्रीञ्जीनां नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अपार लौकिके अपारलौकिके सिद्ध्यते निषिध्यते एषः आस् नौ. अस्तु, अत्र सिद्धातु द्विवादिगणे द्वादिगणे अपि अस्ति, सिद्ध्यति सेधति लटि रूपे रूपे द्विवादिगणे तु अर्थः टु बि अकम्पनीड् अ फुल्फिल् टु बि सक्सस्फुल् टु रीच् टु अटैन् वन्स् आब्जेक्ट् टु बि प्रूव्ड् आर् एस्टाब्लिश्ड् टु बि सेटल्ड् आर् अड्जुडिकेटेड् to be thoroughly prepared as cooked or cooked to be won or conquered. Vadigane to go to ward a dive off, to restrain, to interdict to ordain, to turn out well or auspiciously. Atra sidyate rapala laukike ite sutram aparalaukike तत्तु परलोके परलोकस्य प्रसङ्गः नास्ति इति वदति. नौ सिद्ध्यते एषः आत् स्यात्. अत्र नौ तु अत्र एषः आत् आदेशः इति वदति. अत्र अद्वादिगणे धातुः एव कारणम् अत्र सिद्ध्यते इति वदनेन सिद्ध्यते अत्र सिद्ध्यते द्विवादिगणगणीयधातुः एव अस्ति. सिद्ध्यते अत्र सूत्रस्य विवरणं कृतम्. सिद्ध्यते तद् न वदामि न आदेश उपदेशेषु इत्यस्मात् आत् एचः इत्यनयोः अनुवृत्तिः. क्वीन् जी नौ नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः आगच्छति. अनुवृत्तिसहितसूत्रम् अपारलौकिके सिद्ध्यतेः एचः आत् नौ. भोजननिर्माणं कार्यकरणम् इत्यादीनाम् अर्थे सिद् हेतुमधीच इत्यनेन सिद् योगः नित् पुगन्तलघुपदस्य च इत्यनेन लघुपद इकः गुणः तेद् योगः इ लघुपद इकः गुणः सेद् योगः सिद्ध तु सेद् आगच्छति प्रश्न आद्ये योगः इ सिद्ध्यते पालौकिके अपारलौकिके इत्यनेन एचः आत्मम् आगच्छति. तत्तु साद् इति साद्योगः इ साधि इति निरन्तरधातुः साधयति रूपं तपस्यार्थे सिद् हेतुमतीच इत्यनेन सिद् योगः णिच् पुगन्तलघुपदस्य च इत्यनेन लघुपद इकः गुणः सेद् योगः किन्तु सेद् आगच्छति योगः इ सेधि इति निजन्तदातुः सेधयति. अस्तु, अत्र सिद्ध भोजनार्थे कार्यकरणम् इत्यादीनाम् अर्थे सिद्धातुः साधयति आकारः आगच्छति. सिद्ध्यते अपारलौकिके इत्यनेन आकारः साध इति आगच्छति साधयति इति रूपं तपस्यार्थे एतत् वदनेन परलोकस्य प्रसङ्गे अस्ति इति न भगिनि तपस्या अस्ति इति वदनेन अपारलौकिक नास्ति तत्तु सिद्धे अपारलौकिके तत् कार्यं न करोति अत्र सेदेव तिष्ठति अत्र धन्यवादः भगिनि उत्तमम् उत्तमं प्रतिपादितं भगिनि. तर्हि अत्र कार्यं साधयति इति वक्तुं शक्यते किन्तु स्वर्गं साधयति नो चेत् तपः साधयति दोषाय तपः सेदयति स्वर्गं सेदयति इति तादृश तर्हि सेदयति इति वक्तव्यम् यत्र परलौकिक अर्थे अस्ति चेत् इति उक्तम्. अस्तु धन्यवादः भगिनि. सिद्ध्यतेः अपारलौकिकैः सूत्रैः स्फुर्धातुः स्फुर्धातुः द्विधादिगणे अस्ति. लटिरूपं स्फुरति अर्थः टु ट्राब् टु शेक् टु ट्विच् टु स्टार्ट् टु स्प्रिङ्ग् बेक् टु स्प्रिङ्ग् आर् ब्रेक् फोर्त् टु स्टार्ट् इन् टु व्यू टु फ्लाश् टु शैन् टु गो tremulously, to bruise, causative, to cast, to throb or vibrate, to cast, to shine, to throw with apa upasargaha, to shine forth or out, with abhi upasargaha, to spread, be diffused, to become known. Oh, abhi known. Sure. Janitam. Refresh karna. भगिनी एकः प्रश्नः भगिनी सिद्ध्यतेरपारलौकिके अत्र अपारलौकिकस्य अर्थः कः भगिनी किमर्थं परलोकस्य इति लौकिक अस्ति परलोकः इत्युक्ते यत् अस्य लोकस्य लौकिकविषयः नास्ति यदा तपः कर्तव्यं नो चेत् अध्ययनम् ईश्वरप्रार्थना इति तादृशं भवति खलु तस्य कृते परलौकिक इति मोक्षप्राप्तिः इति अपारलौकिक इति वदनेन अत्र भगिनि चिष्पुरोर्नौ विकल्पेन चि पुर् इति धातोः एचः स्थाने आदेशः भवति. नौ नौ इति अनुबन्धरहितत्वेन निचि भवति. चिश्च चिश्च स्फुर् च तयोर् इतरेतरद्वन्द्वः चिष्पुरौ तयोः चिष्पुरोः चिष्पुरोः षष्ट्यन्तं नौ सत्यमन्तं द्विपदम् इति सूत्रम् आदेश उपदेशे अशिति इत्यस्मात् आत् एचः इत्यनयोः अनुवृत्तिः विभाषा लीयते इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं विभाषा चिष्पुरोः एकः आत् नौ. अत्र सूत्रमस्ति स्फुर्धातुविषये विकल्पेन हि स्फुर् इति द्वे द्वौ धातोः एचः स्थाने आदेशः भवति निच्परे नौ इति अत्र दत्तं पदवर्णन विचारः अस्ति. नौ इति अनुबन्धरहितत्वेन निचि निनि च भवति द्वे प्रत्ययः अस्ति अत्र. चिश्च चिश्च किमर्थं चिश्च द्व पुनः आगच्छति भगिनि चिश्च चिश्च स्फुरुच्च इत्यस् तयोः इतरे च तयोरितरेतरद्वन्द्वः चिष्पुरौ तयोः चिष्पुरोः अनुवृत्तिसहितसूत्रं विभाषा चिष्पुरोः एचः आसनम् विभाषा इति अत्र एक एव चिश्च अस्ति भगिनि चि च स्फुर् च इति एव अस्ति चिहि च स्फुर् च तयोः इतरेतरद्वन्द्वः इति एव अस्ति. अहं न अवगतं भगिनि, पुनः वदतु. चि इति इत्यस्य किम् अस्ति चि च इति अस्ति खलु, तस्य तु शिश्च इति भवति खलु यत्र यत्र हरिः इति अस्ति खलु तथा एव चिः च इति कारान्तपदम् इति स्वीकृत्य तर्हि चिः च इति एकः एव चिः इति अस्ति, अत्र मुद्रणदोषः अस्ति. धन्यवादः भगिनि. सुविभाषेन एचः स्थाने अत्र आदेशः प्रक्रिया अस्ति. स्फुर् प्रथमं हेतुमति च इति सूत्रेण निच् योजनं करणीयं, तदनन्तरं पुगन्तलघुपदस्य च इति सूत्रेण वृद्धि भवति, उपदा एकवर्णस्य गुणः भवति, वृद्धिः भवति, गुणः भवति. क्षम्यता, स्फोर् योगः इ चिष्पुरोर्णौ इति सूत्रेण ओ स्थाने आगदेशः भवति. स्पार् योगः इ स्पारि इति निजन्तधातुः तिङ्गन्तरूप प्रक्रियायां स्फारयति इति रूपं भवति. आदेश अभावे केवलं स्फुर् योगः हेतुमति चेतेन निच् धातु योजनं, तदनन्तरं पुगन्तलघुपदस्य इति सूत्रेण स्फोर् स्फोर् योग हि स्फोरि इति नूतनधातुः स्फोरयति इति निष्रूपं भवति. अतः स्फारयति वा स्फोरयति इति द्वे रूप. धन्यवादः भगिनि. गीता भगिनी, क्षम्यतां भगिनि, चि अत्र तु विकल्पेन इति अर्थः? न न न, चि इति धातोः अपि तथा एव विकल्पेन, धातुद्वयस्य विकल्पेन रूपं भवति, आदेशविकल्पेन भवति. चि धातुः अपि विकल्पेन रूपं भवति, स्फुर् धातोः अपि विकल्पेन आत्वम् आगच्छति इति. चि अर्जन्तदातु वयं कृतवन्तः स्वाधिकमिच्छति इति, चाययति तत्र आगच्छति. ओ अस्तु, आम् धन्यवादः, स्मरामि. भवती पठति किं भगिनि? कृत् इति धातु, कृत् धातुः, कृत् इति कृत् कृत् कीर्ति चुरादिगणे कीर्तयति ते, कीर्तयति ते. ओ द्वे अपि कीर्तयते, आत्मनेपदी कीर्तयति, कीर्तयते. अस्तु अस्तु, अर्थः प्रसिद्धं करोति, स्तुतिं करोति. अत्र रेफात् प्राक् इकः दीर्घः, ध्येयं यत् त्रिषु परिस्थितिषु रेफवकारयोः पूर्वम् इकः दीर्घो भवति. काशिकावृत्तिः अवलोक्यते चेत् निर्देशः स्पष्टः. कथम् इति वदामि, अत्र अवदतु भगिनि, यत्र इकारः दीर्घः भवति तत्र तु स्थलत्रयं वर्तते यत्र इकारः दीर्घः भवति खलु. एकं सूत्रमस्ति तस्य कृते, इकारस्य दीर्घविधानसूत्रं त्रयं वर्तते. प्रथमसूत्रमस्ति ओरुपधाया दीर्घः इकः इति सूत्रमस्ति, इति सूत्रम्. अनेन किं भवति, रेफवकारान्तानाम् अत्र तु अस्माकं विषयः तु विषयान्तरं वर्तते, किञ्चित् विषयान्तरमस्ति. किं किमर्थम् इत्युक्ते अत्रापि इकारदीर्घः भवति इति महोदयेन बृहत् चर्चा जायते अधुना, कुत्र कुत्र इकारः दीर्घः भवति. तर्हि रेफवकारान्तनां धातूनां पदस्य उपदा भवति, इकः दीर्घः भवति, उपदा इकवर्णस्य दीर्घः भवति इति. उदाहरणार्थं भूधातुः घी इति, तेषां तु दीर्घः भवति इति. अनन्तरं हलीच इति अस्ति एकं सूत्रम्. अनेन किम् अस्ति, हलीच परे रेफवकारान्त्य धातोः धातोः उपदाया इको दीर्घः भवति. इत्युक्ते हल् प्रत्ययः परे वरे अस्ति, रेफवकारान्तस्य धातोः अत्र किम् अस्ति, प्रथमं तु जृ इत्यस्य किम् अस्ति अर् इति भवति इति मन्ये. रे गुणं भूत्वा किं भवति, न प्रथमं तु उपदायांश इति सूत्रं कार्यं करोति इति मन्ये. एकनिमिषम्, उपदायांश ऋतयुद्धातोः इति सूत्रम्. आमां ऋतयुद्धातोः प्रथमम् इकारः भवति, यत्र इकारः आगच्छति तदनन्तरम् उरण् रपरः इत्यनेन रेपः अपि परः आगच्छति इति कृत्वा जिर् इति भवति. अधुना रेफवकारान्तधातुसंज्ञा तु तिष्ठति खलु इति कृत्वा विकृतं जातं, किन्तु धातुसंज्ञा तिष्ठति इति कृत्वा रेफवकारान्तधातुः इति स्वीकर्तुं शक्यते जिर् इति दातुं. तर्हि जिर् योगः शन् इति स्थितौ, शन् इत्यस्य यकारः तु हल् वर्णः अस्ति इति कृत्वा हलिपरे इकारस्य दीर्घं भूत्वा जीर्यति इति रूपं प्राप्नुमः. तथैव उपदायां चेति अन्यत् सूत्रमस्ति, येन धातोः उपदाभूतौ रेफवकारौ अस्ति चेत् हलिपरे अस्तु हलिपरे उपदा तयोः उपदा तस्मात् अपि उपदा किञ्चित् अत्र जाटिल्यं वर्तते. उपदायां धातोः उपदायां रेपः वा वकारः वा अस्ति, अनन्तरं तस्यापि उपदा तादृश उपदा रेफवकारस्य पुनः उपदा सस्वैकारः अस्ति चेत्, इक् प्रत्याहारस्य कश्चन वर्णः अस्ति चेत् तस्य पुनः दीर्घः भवति. अत्र कृत् इति पश्यामः चेत् अत्र अत्रापि किं भगिनि, अत्र तु ऋकारस्य दीर्घः, अत्र तु उपदायाश्च इति सूत्रेण अत्र प्रथमं तु इकारः आगच्छति भिन्नसूत्रेण, उपदायाश्च इति सूत्रेण अयं सूत्रं वर्तते, इदं सूत्रमस्ति उपदायां च. अन्यत् सूत्रमस्ति उपदायाश्च इति, अन्यत् सूत्रमस्ति उपदायाः च इति. तत् सूत्रं किं वदति, उपदा दीर्घऋकारः अस्ति चेत् तस्य दीर्घत्वं भवतु, हलिपरे दीर्घत्वं भवतु इति वदति. तर्हि यत्र उपदा दीर्घऋकारः अस्ति इति कृत्वा कि इति भवति प्रथमं, कि इति भवति, अनन्तरम् उरण् रपरः इत्यनेन कि इर् इति भवति. अधुना हलन्तधातुः अस्ति, अनन्तरं हलि अग्रे तु हल् परे अस्ति इति कृत्वा रेफवकार उपदायं वर्तते, तस्यापि उपदा इकारः अस्ति इति कृत्वा तस्य दीर्घत्वं भवति. तर्हि विस्तृतरूपेण त्रयाणामपि अत्र चर्चा जायते, कस्य कस्य किं किं सूत्रं कुत्र कुत्र कार्यं करोति इति. प्रथमसूत्रं पश्यामः चेत् पदान्ते एव कार्यं करोति इति मन्ये. द्वितीयसूत्रम् अपदान्ते, किमर्थम् इत्युक्ते हलिपरे इति उक्तमस्ति, धातोः हलिपरे इति उक्तमस्ति इति कृत्वा अपदान्तस्य एव कार्यं. तृतीयमपि अपदान्तकार्यं वर्तते. तर्हि तस्य एक त्रयाणामपि विस्तृतरूपेण अग्रे चर्चा जायते. मङ्गलवासरस्य वर्गे कियत्पर्यन्तं दृष्टवन्तः इति स्मरन्ति किं, केनापि वर्गं गतं भगिनि? अहं ध्वनिमगा श्रुतवती, झटिति पूर्णतया विद्याभगिनी पूर्णस्य विवरणं कृतवती, किन्तु एतावत्पर्यन्तं न पठितं खलु. तर्हि वयम् अधुना अद्य न कुर्मः, अद्य तु किमस्ति बृहत् विषयः, बृहान् विषयः वर्तते इति कृत्वा समयः अतीतः, अधुना चर्चां न कुर्मः. किन्तु प्रत्येकस्य पूर्णतया अग्रिमसप्ताहे वयं कृत् इति आरभ्य वयम् आरम्भं कुर्मः अग्रिमसप्ताहे. तर्हि एकैकं स्वीकृत्य चर्चा जायते. साधु साधु अस्तु. धन्यवादः. अन्यप्रश्नः किमपि अस्ति किम्? तर्हि विरमामः महोदय. पुनः अग्रिमसप्ताहे अपि आगच्छतु महोदय. अस्माकं 2020 वर्गमपि गच्छतु महोदय कृपया. अग्रे पश्यामः वर्गे. तर्हि स्वागतं. धन्यवादः. धन्यवादः.